अस्तु, तर्हि संयोगस्य प्रसङ्गे किञ्चित् चर्चा भवति अद्य. तस्य विषये गते सप्ताहे अपि किञ्चित् पठितवन्तः वयं करपत्रे. तत्र करपत्रस्य पठनात् अस्माभिः दृष्टं यत् अवयवसंयोगेन अवयविनः संयोगः जायते इति. प्रथमः विषयः, अवयवस्य संयोगेन अवयविनः संयोगः उत्पद्यते इति प्रथमः अंशः आसीत्. तदनन्तरम् अवयवे यः संयोगः जायते अपि च अवयविनी यः संयोगः जायते सः भिन्नः इति अपि अस्माभिः दृष्टं. संयोगः इति द्विप्रकारकम् आसीत्, कर्मजः संयोगः, संयोगजः संयोगः इति. तत्र अवयवसंयोगेन अवयविनि संयोगजः संयोगः जायते अपि च स्वयम् अवयवे कर्मजः संयोगः जायते इति अस्माभिः दृष्टमासीत्. हा, तस्मिन् विषये जयन्ती भगिनी किञ्चित् वदति वा, एकम् उदाहरणं दत्वा? एकं निमिषं भगिनि, अत्र सम्यक् रूपेण आयोजिता नास्मि. नास्ति चिन्ता, न करपत्रम् अन्वेषणं करोमि अस्मि इदानीम्. अस्तु, कर्मजः संयोगजः द्वयोः उदाहरणं खलु भवत्याः प्रश्नः? सत्यं सत्यम्. आम् आम्, अस्तु. यदा पुस्तकं प्रति हस्तस्य चलनं भवति, हस्तपुस्तकयोः संयोगः भवति, तत्समये यः संयोगः भवति हस्ते वा हस्ते वा पुस्तके, तत्तु कर्मणा जातः संयोगः, अतः कर्मजः इति उच्यते. कर्मजः इत्युक्ते क्रियया वा कर्मणा वा व्युत्पन्नः संयोगः. इदानीं हस्तः तु शरीरस्य अङ्गः अस्ति, अवयवः अस्ति, शरीरस्य अवयवः अस्ति, शरीरः तु अवयवी अस्ति. शरीरे अपि एक केनचित् नियमेन शरीरे अपि संयोगः भवति. यः संयोगः हस्तपुस्तकयोः भवति, तेन कारणेन शरीरे अपि संयोगः भवति. परन्तु यः संयोगः शरीरे अस्ति, शरीरे भवति, तत्तु कर्मणा न जायते, परन्तु हस्तपुस्तकयोः संयोगेन एव जायते. अतः यः संयोगः यः संयोगः संयोगजः इति उच्यते. संयोगः शरीरे भवति, तत्तु कर्मणा न जायते, केवलं संयोगेन एव जायते. प्रथमसंयोगेन, प्रथमेन संयोगेन नाम हस्तपुस्तकयोः संयोगेन. अतः शरीरे यः संयोगः भवति तत्तु संयोगजः इति उच्यते. हस्ते यः संयोगः भवति सः संयोगः कर्मजः. कर्मजः, समीचीनम्. इति संयोगस्य द्वैविध्यम् अस्माभिः परिशीलितं गते सप्ताहे. मध्ये केन केन आगतम्? गोपाल अस्मि. गोपाल माला अस्मि महोदय. वर्धिनी भगिनी, माला भगिनी, तदनन्तरम् अहं लक्ष्मी अस्मि अत्र. नमस्ते भगिनि. नमस्ते भगिनि. अस्तु, तर्हि इदानीमेव अस्माभिः चर्चितं संयोगः द्विविधं द्विप्रकारकम् अस्ति. एकः कर्मजः संयोगः यः क्रियया जायते, अपि च अनन्तरं चर्चितं संयोगजः संयोगः यः संयोगेन जायते सः संयोगजः संयोगः. अवयवे यः संयोगः अस्ति सः कर्मजः, अवयविनी यः संयोगः जायते अपरेण द्रव्येण सह सः तु संयोगजः संयोगः इति उच्यते. अपरः एकः अंशः अपि चर्चितः गते सप्ताहे. एकः प्रश्नः आसीत्, अवयवे या क्रिया जायते सा एव क्रिया अवयवी नास्ति वा इति. नाम हस्ते हस्तः इति अवयवः, तस्मिन् या क्रिया जायते तेन हस्तपुस्तकयोः कर्मजः संयोगः, अपि च तेन संयोगेन शरीरपुस्तकयोः संयोगः जायते इति कृत्वा शरीरपुस्तकयोः संयोगजः संयोगः इति उक्तं. तर्हि तत्र एकः प्रश्नः आगतः, हस्ते या क्रिया अस्ति सा एव क्रिया शरीरे अपि अस्ति वा नास्ति वा इति. शरीरे अस्ति चेत् तर्हि शरीरपुस्तकयोः संयोगः अपि कर्मजः स्यात्, तर्हि सा एव क्रिया, हस्तगता क्रिया एव शरीरे अपि नास्ति, शरीरे नास्ति किमर्थम् इति प्रश्नः. तत्र राजेन्द्रमहोदय किञ्चित् वदति वा किमर्थं यदा यदा हस्ते क्रियया संयोगः जायते तथा तु प्रथमतया तत्र हस्ते एव क्रिया भवति, तेन क्रियायाः सह संयोगः जायते, कर्मजसंयोगः जायते. परन्तु तद् अनन्तरं द्वितीयक्षणे अवयविनि विनियम् अपि एव संयोगः जायते. अनन्तरं प्रथमक्षणे तु हस्ते एव संयोगः जायते, तत् कारणात् शरीरे यः संयोगः जायते तत् संयोगः वदामः. हस्ते यः क्रिया जायते तेन यः संयोगः जायते तत् कर्मजः संयोगः जायते वदामः. हा तत्तु सत्यं, किन्तु अत्र प्रश्नः अस्ति यत् सा एव क्रिया, हस्तगता क्रिया शरीरे अपि अस्ति खलु अथवा नास्ति वा इति प्रश्नः. तत्र किं चिन्तनं? सा क्रिया शरीरे नास्ति, यथा हस्त एकपदार्थम् अन् शरीर द्वितीयपदार्थं, पदार्थद्वयं सन्ति. तत् कारणात् एकक्रिया न जायते सत्यं सत्यं. हा तर्हि न्यायशास्त्रे अवयवः भिन्नपदार्थः, अवयवी भिन्नपदार्थः इति स्वीक्रियते इति न्यायशास्त्रनियमानुसारं हस्तशरीरौ भिन्नौ स्तः, भिन्नयोः पदार्थयोः भिन्नभिन्नक्रिया इति कृत्वा हस्ते या क्रिया अस्ति सा एव क्रिया शरीरे अपि अस्ति इति नास्ति, यतोहि शरीरम् इति भिन्नपदार्थः एव. अपि च तयोः मध्ये कीदृशः भावः वर्तते हस्तशरीरयोः मध्ये? हा तत्तु एकमस्ति, अवयव अवयवीभावः इति कृत्वा अवयवः भिन्नः पदार्थः, अवयवी भिन्नपदार्थः इति जातं. तदनन्तरं कार्यकारणभावः. हा सत्यं, कार्यकारणभावः अपि वर्तते. तर्हि सन्ध्या भगिनी तस्य विषये किञ्चित् वदति वा? तत्र अवयवः अवयविनः कारणम् अस्ति इति कृत्वा तत्र हस्तः शरीरस्य कारणं, यथा घटकपालयोः उदाहरणं स्वीकुर्मः चेत् तत्र कपालः घटस्य कारणं भवति, तथैव हस्तः अपि शरीरस्य कारणं भवति, अतः द्वयोः मध्ये कार्यकारणभावः अस्ति. परन्तु तत्र यथा कारणं भिन्नं कार्यं भिन्नम्, अतः तत्र हस्तः भिन्नः शरीरं भिन्नम् इति कृत्वा तत्र पृथक् पृथक् अस्ति, सा एव क्रिया नास्ति द्वयोः मध्ये. समीचीनम् इति वार्ता अस्ति, हस्तः भिन्नः शरीरम् अपि भिन्नम्, उभौ अपि समानं नास्ति इति. अस्तु, तदर्थं हस्ते या क्रिया अस्ति सा एव क्रिया शरीरे नास्ति इति सारितम्. अधुना ततः अग्रे किञ्चित् पठेम. तर्हि सन्ध्या भगिनी तत्र अतः वस्तुतः इति पश्यति वा? अवश्यं पठतु. अतः वस्तुतः दृष्ट्यनुगुणं भवति एतत् सर्वं. अहं साक्षात् घटम् उन्नयामि इति चेत् समग्रः घटः चलति, तदानीं क्रिया साक्षात् घटे जायते। किन्तु यदि घटं स्पृशामि, घटस्य एकस्य कपालस्य स्पर्शः भवति, तत्र अवयवसंयोगः। अत्र संयोगः प्रथमतया अवयवे, तदुत्तरक्षणे अवयविनि। अतः अत्र अवयवे कपाले जायमानः संयोगः कर्मजः, घटे विद्यमानः संयोगः संयोगजः। तद्वत् हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः, शरीरपुस्तकयोः संयोगः संयोगं प्रति हस्ते विद्यमाना क्रिया अन्यथा सिद्धा। पुनः हस्तस्य अवयवाः सन्ति अङ्गुल्यः, यदि समग्रहस्तः न चलति अपि तु अङ्गुलीषु एव क्रिया उत्पन्ना इति चिन्तयामः, तया च अङ्गुलीनां संयोगः भवति पुस्तकेन सह, तदानीं हस्तपुस्तकयोः संयोगः संयोगजः न तु कर्मजः। तत्र अङ्गुलीषु विद्यमाना क्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथा सिद्धा। पुनः हस्तपुस्तकयोः संयोगजः संयोगः शरीरपुस्तकयोः संयोगं प्रति कारणम्। अथवा अङ्गुल्यः साक्षात् शरीरस्य अवयवः न तु हस्तस्य इति अवलम्ब्य अङ्गुलीपुस्तकयोः संयोगः एव शरीरपुस्तकयोः संयोगं प्रति कारणम्। तर्हि अत्र दृष्टि अनुगुणम् इत्युक्ते यथा पश्यामः, यथा दृष्टिः अस्ति तथा भवति इति वदन्ति। तत्र प्रथमे घटस्य उदाहरणे यदि घटम् उन्नीय यदि अन्यत्र नयामः तर्हि समग्रः घटः चलति, तदा तु तत्र क्रिया सर्वस्मिन् घटे अस्ति इति। किन्तु यदा घटस्य स्पर्शनं भवति तदा घटकपालयोः मध्ये तत्र कपालः अवयवः अस्ति घटस्य, तत्र अत्र प्रथमं संयोगः हस्तस्य अनन्तरं कपालस्य एतयोः द्वयोः मध्ये भवति, तदनन्तरमेव तस्य अनन्तरक्षणे एव अवयविनि इत्युक्ते घटे तत्र संयोगः अस्ति। तत्र अतः तत्र कपालः अवयवः अस्ति, तत्र कपालहस्तयोः संयोगः कर्मजः अस्ति, अनन्तरं घटे यः संयोगः अस्ति संयोगजः संयोगः अस्ति घटहस्तस्य इति। तथैव तत्र हस्तपुस्तकयोः संयोगः अपि तत्र कर्मजः संयोगः, प्रथमं तत्र हस्तस्य अनन्तरं पुस्तकस्य द्वयोः संयोगः, अनन्तरं तत्र तदुत्तरक्षणे शरीरस्य इत्युक्ते अवयविनि अनन्तरं अवयविनः पुस्तकस्य तत्र संयोगः अस्ति। एकनिमिष भगिनि, अवयविनि शरीरस्य अपि च पुस्तकस्य मध्ये इति उक्तं खलु भवत्या? तत्र अवयविनः पुस्तकस्य संयोगः। सम्यक् तत्र अवयविनः इत्युक्ते शरीरस्य अनन्तरं पुस्तकस्य द्वयोः संयोगः यः अस्ति, तं संयोगं प्रति हस्ते या क्रिया अस्ति सा अन्यथा सिद्धा क्रिया इति अत्र उक्तमस्ति। अनन्तरं यदि किञ्चित् पुनस्मरणार्थम् अन्यथा सिद्धिः इति पूर्वमपि एकवारम् आगतम् आसीत्, किञ्चित् स्मरति वा? न भगिनि, तत्र केवलं तत्र पञ्च अन्यथा सिद्धयः तेषु एषा चतुर्थमः इत्येव स्मरामि, परन्तु अस्तु तावत् स्मरति चेत् सम्यक्। यतोहि तत्र उदाहरणं दत्तमासीत् कुलालः घटं निर्माति इति कृत्वा कुलालः घटं प्रति कारणं, पुनः कुलालं प्रति कुलालस्य पिता कारणं, परन्तु पिता घटस्य कारणम् इति न स्वीक्रियते, अन्यथा सिद्धाः भवति पिता। यतोहि लाघवम् अपेक्षितं कारणकार्यभावे, तत्र तदर्थं पिता न स्वीकृतः, अपि तु कुलालः एव. तथैव अत्रापि क्रिया. हा, तर्हि तादृशमेव हस्ते या क्रिया अस्ति सा क्रिया शरीरपुस्तकयोः संयोगं प्रति कारणं नास्ति इति वाक्यस्य अर्थः. सत्यं, हस्तगता क्रिया हस्तपुस्तकसंयोगं जनयति, पुनः सः संयोगः शरीरपुस्तकसंयोगं जनयति. हा, अस्तु, तर्हि शरीरपुस्तकयोः संयोगः तत्र तस्य कारणं हस्ते या क्रिया वर्तते सा नास्ति इति. सा नास्ति, सत्यम्. तर्हि अत्र यथा दृष्ट्यनुगुणं भवति इति अस्ति, तर्हि यदि भिन्नरीत्या यदि पश्यामः तर्हि हस्तस्य अवयवाः तत्र अङ्गुल्यः सन्ति इति. तर्हि अङ्गुलीनाम् अनन्तरं तत्र पुस्तकयोः पुस्तकस्य संयोगः इति प्रथमं जायते इति यदि वदामः तर्हि अङ्गुलीपुस्तकयोः यः संयोगः अस्ति तस्य कारणमस्ति अङ्गुलीषु या क्रिया अस्ति, अतः अङ्गुलीनां च पुस्तकस्य संयोगः कर्मजः भवति. तदनन्तरं हस्तः इति अवयवी अस्ति, अङ्गुल्यः तत्र वर्तन्ते इति कृत्वा तर्हि हस्तपुस्तकयोः संयोगः इदानीं संयोगजः अस्ति, न तु कर्मजः. अनन्तरं हा, तर्हि पुनः अत्र एषा या क्रिया अस्ति अङ्गुलीषु या क्रिया अस्ति येन अङ्गुलीनां पुस्तकयोः संयोगः भवति सा क्रिया हस्तपुस्तकयोः संयोगस्य कृते कारणं नास्ति. हस्तपुस्तकयोः संयोगस्य कृते तु तत्र कर्मजः संयोगः यः अस्ति अङ्गुलीनां पुस्तकयोः मध्ये सा एव क्रिया न सः एव संयोगः कर्मजः संयोगः हस्तपुस्तकयोः संयोगजः संयोगस्य कृते कारणमस्ति. पुनः तथैव हस्तपुस्तकयोः संयोगजः यः संयोगः अस्ति सः संयोगः शरीरपुस्तकयोः कृते अपि तयोः द्वयोः संयोगस्य कृते अपि कारणं भवति. तर्हि अत्र सर्वं दृष्ट्यानुगुणम्, अत्र अङ्गुलीनां संयोगः हस्तपुस्तकसंयोगं प्रति संयोगजः कारणमिति कृत्वा तत् संयोगजः, पुनः हस्तपुस्तकसंयोगः शरीरपुस्तकयोः संयोगं प्रति कारणम् इति. केवलं दृष्ट्यानुसारम् अग्रे यद् उक्तमस्ति तत्तु अङ्गुली एव साक्षात् शरीरस्य अवयवः इति चिन्तयित्वा. सत्यं, तर्हि अङ्गुल्यः एव यदि साक्षात् शरीरस्य अवयवाः इति कृत्वा पश्यामश्चेत् इदानीम् अङ्गुलीपुस्तकयोः संयोगः तु कर्मजः अस्ति एव यथा पूर्वं दृष्टं, परन्तु इदानीं शरीरपुस्तकयोः संयोगः यस्य कारणम् अङ्गुलीपुस्तकयोः कर्मजः संयोगः अस्ति. अस्तु, समीचीनम् इति स्पष्टं स्यात्. भगिनी, प्रश्नः अस्ति तत्र, अत्र हस्तपुस्तकयोः यः संयोगजः संयोगः अस्ति तत् पुनः शरीरपुस्तकयोः संयोगं प्रति कारणम् इत्युक्ते पुनः तत्रापि तद् कारणमपि संयोगजः एव अस्ति किल शरीरपुस्तकयोः मध्ये, तर्हि तादृशं कृत्वा तत्र कापि तत्र सीमा अस्ति कुत्र गन्तुं शक्नुमः वा? तत्र इदानीं शरीरं भूमौ तिष्ठति अतः भूम्याः अनन्तरं पुस्तकयोः अपि संयोगः अस्ति शरीरपुस्तकयोः संयोगद्वारा इत्यपि नेतुं शक्नुमः वा? नाम हस्ते पुस्तकमस्ति अपि च शरीरं भूमौ इति खलु स्थितिः. तर्हि एतत्तु सत्यमस्ति, कथञ्चित् सम्बन्धं स्थापयितुं शक्नुमः, परन्तु पुस्तक अपि च भूमि, तयोः मध्ये संयोगः अस्ति वा इति द्रष्टव्यम्. नास्ति खलु? साक्षात् नास्ति, यथा हस्तशरीरस्य अस्ति तथा नास्ति. अपि च हस्तशरीरयोः मध्ये उच्यतां जयन्ति भगिनी. परन्तु तत्र भूमौ अवयविनी न. हा हा हा हा, सत्यं सत्यं, भूमिः अवयविनी न. हस्तपुस्तकयोः, क्षम्यतां, शरीर हस्तयोः तु अवयवी अवयवसम्बन्धः तु अस्ति, किन्तु पुस्तकं पृथक् वस्तु, शरीरं पृथक्, अपि च भूमिः पृथक्. तर्हि प्रायः तत्र पुस्तकयोः वा शरीरस्य भूम्याः एव तत्र संयोगः भवति, न तु साक्षात् पुस्तकस्य भूम्याः. सत्यम्. अस्तु अस्तु भगिनि, धन्यवादः. अस्तु, केनचित् आगतं वा मध्ये? अस्तु, जयन्ति भगिनी अग्रे पठति वा? भगिनि, अहं सावित्री अस्मि. आं भगिनि, अधुना इति आरभ्य खलु. अधुना एकस्य द्रव्यस्य अवयवाः सन्ति, तेषां परस्परसंयोगेन किं भवति इति चिन्तनीयम्. एकनिमेषः, भवती इदमेव पठितवती वर्गे अपि खलु? आम् आम्. अस्तु, तर्हि अन्य कोऽपि पठतु. राजेन्द्रमहोदय पठति वा? आं भगिनि, अधुना एकस्य द्रव्यस्य अवयवाः सन्ति, तेषां परस्परसंयोगेन किं भवति इति चिन्तनीयम्. अस्माकं नियमः अस्ति, अवयवसंयोगेन अवयविनः संयोगः जायते. किन्तु कपालयोः परस्परसंयोगः यदि यदा भवति, तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? नास्ति. एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः. महोदय महोदय, पुरातनं स्यात् करपत्रं? भवतः करपत्रं पुरातनं स्यात्, रिफ्रेश् करोति वा? करपत्रतः एव पठामि. सम्यक् नास्ति वा? किन्तु कपालयोः परस्परसंयोगः यदा भवति, तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? अग्रे किमस्ति? नास्ति, न तत् नास्ति. तर्हि पुरातनं स्यात्, रिफ्रेश् करोतु एकवारं. तावदा अन्य सावित्री भगिनी पठति वा? ओके, अस्तु भगिनी, अस्ति, नूतनमपि अस्ति. अस्तु अस्तु, तर्हि उच्यताम्. अधुना एकस्य द्रव्यस्य अवयवाः सन्ति, तेषां परस्परसंयोगेन किं भवति इति चिन्तनीयम्. अस्माकं नियमः अस्ति, अवयवसंयोगेन अवयविनः संयोगः जायते. किन्तु कपालयोः परस्परसंयोगः यदि यदा भवति, तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठम्. तर्हि प्रश्नस्य उपस्थापनं क्रियतां किञ्चित्. आम् आं भगिनि, अत्र तु प्रश्नः अस्ति, यदा पूर्वं तु पठितवन्तः, यथा अवयविनि मध्ये अवयविन संयोगः अस्ति तथा, परन्तु यदा कपालद्वयं संयोगः परस्परसंयोगः यदा भवति, तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? सः एकः प्रश्नः अस्ति. अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्. अग्रे पठामि वा भगिनि? न न, तत्र विषये प्रश्नः स्पष्टः वा? अत्र संयोगः कयोः मध्ये? संयोगः तु कपालद्वयं मध्ये अस्ति. कपालद्वयमध्ये परस्परसंयोगः अस्ति तत्र कपालद्वयमध्ये. तेन संयोगेन नाम कपालद्वयोः संयोगेन, कपालद्वयस्य संयोगेन किं जायते? घटनिर्माणं जायते. घटनिर्माणं जायते, परन्तु कोऽपि संयोगः जायते वा इति? घटेन सह कोऽपि संयोगः न जायते यथा अनन्तरं पठामः. प्रश्नः तथैव अस्ति, यदा कपालद्वयं परस्परसंयोगः जायते तथा घटस्य संयोगः अन्येन मूर्तद्रव्येन सह जायते वा, सः एव प्रश्नः अस्ति. हा, तर्हि स्वस्य चिन्तनं किम् अस्मिन् विचारे? तत्तु कोऽपि संयोगः न अस्ति इदानीं चिन्तयामि, यथा गतशनिवासरे तथैव पठितवन्तः. घटः अवयविनी इति कृत्वा तत्र संयोगः भवेत् किल? केन सह संयोगः इति प्रश्नः. कपालयोः कपालयोः संयोगः अत्र वार्ता अस्ति. कपालयोः संयोगेन घटः घटः उत्पन्नः, परन्तु घटः घटकपालयोः मध्ये अवयवः अवयविनी भावः अस्ति, कारणकार्यं भावः अस्ति, तत्र किञ्चित् संयोगः संयोगः आवश्यकं किल परन्तु इदानीम् उच्यतां तत्र कार्यकारणभावः इति तु एकः, परन्तु अत्र अवयव अवयवीभावः इत्यपि उक्तं भवता. तर्हि अवयवी अवयवे केन सम्बन्धेन भवति? हा, अवश्यम् अवश्यं, सत्यमेव, समवायसम्बन्धः खलु, न तु संयोगः. तर्हि कपालघटयोः संयोगः नास्ति इति तु स्पष्टं, यतोहि तत्र समवायः संयोगः नास्ति. अपि च अनन्तरम् इतोपि एकः प्रश्नः अस्ति, कपालद्वयस्य संयोगेन घटस्य अपरेण द्रव्येण सह संयोगः जायते वा इति, तत्र किं चिन्तनं भवितुम् अर्हति इति प्रश्नः. भूतलम् अस्ति, तत्रापि संयोग भवितुम् अर्हति किल? सत्यं सत्यं, किन्तु अत्र कपालभूतलयोः संयोगः इति न उक्तम्, कपालयोः परस्परसंयोगः एव इति वार्ता. परन्तु प्रश्नः कः अस्मिन् विषये, ऐ मीन् घटस्य संयोगः घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा, तदेव प्रश्नः. अहं न जानामि किमर्थं प्रश्नः उदेति इति. तत्पूर्वम् अस्ति, यदा कपालयोः परस्परसंयोगः भवति तेन संयोगेन घटस्य संयोगः अपि भवति वा, अन्य किसी अन्य किमपि मूर्तद्रव्येण सह, अन्यत् तु किमपि नास्ति अत्र, अन्यत् मूर्तद्रव्यं किमपि नास्ति अत्र. अस्तु अस्तु, समीचीनमेव, तर्हि अग्रे पठामः अस्य विषये. राजेन्द्रमहोदय, अग्रे प्रश्नस्य उत्तरं. तर्हि प्रश्नः एवं, यत् कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा नास्ति, सः एव प्रश्नः इदानीं पुनः उदेति. न, तस्य उत्तरम् अस्ति नास्ति, एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः भवति तेन कर्मजः अथवा संयोगजः संयोगः अवयविनि घटे न जायते, सः परस्परकपालसंयोगः अवयविनि कमपि संयोगं न उत्पादयति, द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येन सह घटस्य संयोगं प्रति कारणं न भवति इति वास्तवम् एव. कपालस्य अन्येन मूर्तद्रव्येन सह संयोगः एव घटे संयोगः जनयति. इदानीम् एवमस्ति, यथा कपालद्वयं संयोगेन संयोगः कपालद्वयस्य संयोगः भवति तथा सः संयोगः कर्मजः अथवा संयोगजः कारणं प्रकारकं न अस्ति, सः यदि घटे. एकं वक्तव्यमस्ति, एकं वक्तव्यमस्ति यत् कपालयोः मध्ये यः संयोगः जायते सः अवश्यं कर्मजः, यतोहि कयाचित् क्रियया एव जायते कपालद्वयोः मेलनेन. मेलनम् इति क्रिया भवति अथवा स्पर्शः इति क्रिया, तया क्रियया कपालमध्ये द्वयस्य संयोगः जायते कपालयोः मध्ये, तर्हि सः संयोगः अवश्यं कर्मजः. अस्तु अस्तु भगिनी, धन्यवादः. परन्तु तेन संयोगेन, तेन कर्मजः संयोगेन अन्यः कोऽपि संयोगः जायते न वा इति प्रश्नः. घटे अव्यविनि घटे जायते वा न? उत्तरमस्ति सः परस्पर कपालसंयोगः अव्यविनि कमपि संयोगं न उत्पादयति. द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तिद्रव्येण सह घटस्य संयोगं प्रति कारणं न भवति. यथा यदा परस्परसंयोगः भवति कपालद्वयं मध्ये, तथा कमपि संयोगं घटस्य प्रति संयोगं प्रति कारणं न भवति. सः एव स्थितिः कपालस्य अन्येन मूर्तिद्रव्येण सह संयोगः एव घटे संयोगं जनयति. यदा कपालः अन्य किमपि मूर्तिद्रव्येण सह संयोगः जायते, यथा कपालपुस्तकस्य संयोगः, कपालहस्तस्पर्शस्य संयोगः यथा जायते, तदा एव घटे अपि संयोगः जनयति. अन्यथा यथा कपालद्वय मध्ये परस्परसंयोगः जायते, तेन संयोगेन किमपि घटस्य किमपि संयोगं प्रति कारणं न भवति. इत्येव अस्ति. कपालस्य अन्येन मूर्तद्रव्येण सह यदा संयोगः भवति तदा घटे संयोगः जायते, नो चेत् न. कपालयोः परस्परसंयोगेन अन्यः कोऽपि संयोगः न जायते इति अस्ति. अस्तु, अग्रे जयन्ती भगिनी पठति वा? आं भगिनि. न स्वीकृतं चेत् अधुना कपाले, ओ अधुना कपाले, अधुना कपाले काचित् क्रिया जाता, कर्म जातं, तेन कर्मणा घटे संयोगः नो उत्पद्यते यथा उपरि उक्तम्. तेन कर्मणा यः कोऽपि संयोगसम्बन्धः भवति स च संयोगः कपालस्य एव, न तु घटस्य. अतः अत्र कर्मजः संयोगः अवयविनि घटे अवश्यं न जायते. पुनः अवयवसंयोगेन द्वयोः कपालयोः परस्परसंयोगेन अपि अवयविनि घटे संयोगजः संयोगः न जायते. इत्युक्तौ अस्माकं नियमः अवयवसंयोगेन अवयविनः संयोगजः जायते इत्यत्र कार्यं न करोति. कपालयोः परस्परसंयोगेन अवयविनि घटे कोऽपि संयोगः न जायते इति अवश्यं स्वीकरणीयम्. अत्र यः नियमः, यत् यं नियमं वयं पूर्वं पठितवन्तः, अवयवे जातः संयोगेन अवयविनि अपि संयोगः जायते, परन्तु संयोगजः संयोगः जायते इति. परन्तु अत्र प्रसङ्गः अस्ति कपालद्वयसंयोगः इति, कपालद्वयस्य परस्परसंयोगः. तेन संयोगेन घटे कोऽपि संयोगः न जायते. परस्परसंयोगेन घटम् उत्पन्नं जायते, उत्पन्नः जातः, परन्तु कपालद्वयस्य संयोगेन घटे संयोगजः वा कर्मजः संयोगः कदापि न जायते एव. नियमस्य किम् अस्ति, कान्ट्रडिक्षन् इत्युक्ते किं भवेत्? सावित्री भगिनी किम् अपवादः इति वक्तुं शक्नुमः वा? अवश्यम् अवश्यं, नियमः उल्लङ्घितः अथवा नियमस्य अपवादः जातः इति वक्तुं शक्नुमः. नियमः कः आसीत्? नियमः आम् नियमः अस्ति अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इति नियमः. यथा अत्र अत्र अवयवसंयोगः अस्ति वा कपालयोः परस्परसंयोगेन? न नास्ति. तत्रापि एकनिमिषः, नियमः कः? अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते. अस्तु, नियमं परिशीलयामः. पदशः अवयवसंयोगेन इति उक्तं, तर्हि कपालयोः संयोगः जायते चेत् अवयवसंयोगः अस्ति वा? न, न. अत्र अवयवसंयोगेन इत्युक्ते द्रव्यान्तरेण अवयवस्य द्रव्यान्तरेण संयोगः इति अवयव. तत्तु तत्तु सत्यं, तत् सत्यमेव. परन्तु नियमे नियमे यदुक्तम् अवयवसंयोगेन इति, तत्र विशेषतया किमपि न उक्तं द्रव्यान्तरेण इति वा किमपि न उक्तं, केवलम् अवयवसंयोगेन इति उक्तं. तत्तु सत्यं, कपालयोः मध्ये संयोगः जायते चेत् अवयवे संयोगः जातः एव. तर्हि अवयवसंयोगेन अवयविनः संयोगः जायते इति अग्रिमभागः नियमस्य. प्रथमभागः तु सत्यम्, अवयवसंयोगेन अवयवसंयोगः जातः इति सत्यमेव. किन्तु उच्यतां भगिनि, अधुना स्पष्टम्. अत्र अवयवसंयोगेन इत्युक्ते परस्परसंयोगेन एव भवती वदति खलु इति वदति खलु कपालद्वयस्य परस्परसंयोगेन इत्यस्य विवरणमेव खलु अवयवसंयोगेन इति. गोपालमहोदय, अन्य रीत्या वक्तुं शक्नुमः. अत्र कपाल अस्मिन् उदाहरणे कपालसंयोगः जातः, परन्तु तत् संयोगात् पूर्वं घटः अपि न अस्ति. तेन संयोगेनैव घटः जायते. यदा हस्तः शरीरस तत्र हस्तपुस्तकसंयोगः पूर्वम् अपि शरीरमस्ति, तत् अवयविनी अस्ति, एवं वक्तुं शक्नुमः वा? हा, तदपि समीचीनं महोदय, चिन्तनं सम्यक् एव. अधुना अवयवसंयोगः एव जातः, कपालयोः संयोगः एव जातः, तावता घटः न उत्पद्यते एव खलु. तर्हि नियमानुसारम् अवयवसंयोगेन अवयविनः संयोगः स्यात्, परन्तु अत्र अवयवी एतावता न सृष्टः. एतावता केवलम् अवयवयोः मध्ये संयोगः जातः. तादृशसंयोगेन अवयविनि संयोगः न जायते. घटस्य अविद्यमानकारणात् अवयवे अवयवसंयोगेन अवयविनि संयोगजः न जायते इति वक्तुं शक्नुमः खलु? इति अपि एकम्. अपि च अनन्तरम् अस्ति, अत्र अवयवसंयोगः तु अस्ति, परन्तु सः संयोगः अपरेण द्रव्येण सह नास्ति. आम् आम्, अस्तु अस्तु. भगिनी, प्रश्नः अस्ति, यदा वदामः कपालद्वयसंयोगः अवयवसंयोगः अस्ति, परन्तु अवयवः घटः न अस्ति, त अवयवसंयोगः वक्तुं शक्नुमः वा? तदर्थं चेत् परस्परसंयोगः इति उच्यते किल. अवयवद्वयम् अस्ति अत्र, कपालद्वयम् अस्तु, कपालद्वयं द्रव्यमेव, तयोः परस्परसंयोगः जायते. तर्हि अवयवसंयोगः अस्ति, परन्तु अवयविनी तेन संयोगेन जायते वा संयोगः इति प्रश्नः. न भगिनि, राजेन्द्रमहोदयस्य प्रश्नः तथा नास्ति. सः वदति यदा अवयविनी नास्ति तदा वक्तुं शक्नुमः वा अवयवः अवयवे संयोगः जातः इति? हा, अवश्यम् अवश्यं वक्तुं शक्नुमः. यद्यपि तर्हि मया प्रश्नः अवगतः वा न वा इति उच्यताम्. अत्र पाराडाक्स् अस्ति एकम्. यदि अवयविनी नास्ति तत् अवयव कस्य अवयवः? तदेव. ओ अस्तु अस्तु, यदा अवयवी नास्ति एव तर्हि एषः कस्य अवयवः इति खलु? तदपि सत्यं, तदपि सत्यं. किन्तु अवयवसंयोगस्य अनन्तरक्षणे अन्यः कोऽपि संयोगः जायते वा इति प्रश्नः अस्ति अत्र. राजेन्द्रमहोदयेन यत् पृष्टं तदपि सत्यमेव, अवयवी नास्ति किन्तु अवयवी नास्ति एव, तर्हि कस्य अवयवः इति वक्तुं शक्नुमः इति. परन्तु एकवारं यदा अवयवी उत्पन्नः तदा तु उभयवौ एतस्यैव अवयविनः इति वक्तुं शक्यते खलु. यदा अहं चिन्तयामि यदा कपालद्वयसंयोगेन घटः जायते तदा तु अवयवेन सम्यक् अस्ति, परन्तु इदानीं घटः न जायते. कपालद्वयसंयोगः एव अस्ति. अस्तु, तर्हि हा, अन्य कोऽपि अन्यं किमपि चिन्तनम् अस्ति वा? सावित्री भगिनी किमपि उक्तवती आसीत्? न न, तदेव प्रश्नः समीचीनः इति भाति. कपालसंयोगः अस्ति परन्तु अवयवसंयोगः नास्ति तत्र. यावत्पर्यन्तं घटः न उत्पद्यते तावत्पर्यन्तम् अवयवाः न. भगिनी, नियमस्य आवश्यकता एव न उदेति अत्र. किमर्थम् इत्युक्ते अत्र अवयवः अवयवी इति तेषां किम् अस्ति ऐडेण्टिफिकेशन् एव नास्ति इति एतेषां मतं यद् राजेन्द्रमहोदय, सावित्री भगिनी एते वदन्ति, गोपालमहोदय, एतेषां मतमस्ति अवयवी नास्ति एव, तर्हि कस्य अवयवः इति वक्तुं शक्नुमः इति एकः प्रश्नः. अस्तु, परन्तु अहं चिन्तयामि असमवायिकारणम् अस्ति एव खलु अवयवसंयोगः. तन्तुद्वयोः मध्ये यः संयोगः जायते सः संयोगः कारणमस्ति अन्यत् किमपि प्रति. तन्तुसंयोगेन पटः जायते, तथैव कपालसंयोगेन घटः जायते. तर्हि कारणकार्यभावः तु अस्ति, परन्तु इदं कारणं कं प्रति कारणमस्ति इति चिन्तनं भवतु इति. अत्र अयम् अवयवसंयोगः, कपालद्वयस्य संयोगः, कर्मजः संयोगः तु अस्ति एव किल. तेन कर्मजः संयोगेन किं जायते इत्यस्य विषये चिन्तनं स्यात् इति. संयोगेन घटः जायते, परन्तु तत्र घटे किमपि संयोगः न जायते. हा, घटे किमपि संयोगः न जायते. न, घटे संयोगः जायते इति वदनेन अन्यद्रव्यस्य आवश्यकता अपि भवति खलु. परन्तु अत्र घटे संयोगः न जायते इत्युक्ते कपालघटयोः संयोगः वा किम् अत्र? कपालघटयोः संयोगः इति स्वीकर्तुमेव न शक्नुमः इति. परन्तु प्रश्नः समीचीनः, अवश्यं महोदयं प्रति प्रेषयिष्यामि. पश्यामः अग्रिमसप्ताहे किं वदति. अस्तु, तर्हि अग्रे सरेम वा? अस्तु, गोपालमहोदय अग्रे पठति वा? न स्वीकृतं चेत् किं भवति? अन्यथा यदि द्वयोः कपालयोः तदेव परस्परसंयोग घटे संयोगः संयोगेन घटे संयोगः जायते इति अस्माभिः स्वीक्रियते, तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात्. कपालः घटेन संयुक्तः स्वीकृत अन्यस्य वस्तुनः अभावे यत् नितरां दोषपूर्णं तदेव वयं इदपर्यन्तं चर्चितवन्तः किल. कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात् यदा द्वयोः कपालयोः परस्परसंयोगः घटे संयोगः जायते इति अस्माभिः स्वीक्रियते, तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तुम् इत्युक्ते तस्मात् पूर्वमेव संयुक्तः इति स्वीकर्तव्यम् इति अर्थः वा इति न नितरां दोषपूर्णं भवति. तदेव मम अपेवीनि यतोहि अत्र वार्ताका वदतु. कपालः घटेन सह संयुक्तः वा इति. तत् किञ्चित् मम मनसि किञ्चित् भ्रमः आसीत्. अस्तु महोदय, अग्रे पठतु तर्हि, पश्यामः. अत्र क्षम्यताम्, एकः प्रश्नः, अत्र कपालः घटेन संयुक्तः इति यदि वदामः तर्हि भिन्नशब्देषु कपालघटयोः संयोगसम्बन्धः अस्ति इत्येव अर्थः किल? सत्यं सत्यं. अस्तु, यद् नास्ति अतः नितरां दोषपूर्णमिति उक्तम्. अवेविनि इदानीं संयोगः अवेविनि इदानीं संयोगः उपपादनीयः. कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति प्रतीतिः यदि स्वीकृता तर्हि केन सह? तस्यां दशायां केवलं कपालः अस्ति, घटश्च अस्ति, अतः द्वयोः संयोगः अभवत् इति मन्तव्यम्. किन्तु एतादृशी प्रतीतिः लोके न भवति. इयं प्रतीतिः अनुभवविरुद्धा. तथापि परस्पर अवयवयोः जातेन संयोगेन अवयविनि संयोगः स्वीकृतश्चेत् एषा प्रतीतिः आपद्यते. वस्तुतः अनिष्टा, वस्तुतः असम्भवति, किन्तु इदानीम् आपद्यते. किञ्चित् अवयविनि इदानीं संयोग उपवादिनी, अवयविनि इदानीं संयोग उपपादिनः. कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति वयं स्वीकुर्मः चेत् तर्हि केन सह इति प्रश्नः उदेति. परस्परसंयोगेन केन सह संयोगः जायते? तस्यां दशां केवलं कपालः अस्ति, घटश्च अस्ति, अतः द्वयोः संयोगः अभवत् इति मन्तव्यं. नीन केन सह इत्युक्ते कपालयोः एव इति मन्तव्यं. किन्तु एतादृशी प्रतीतिः, किं पूर्वं जायते, अनन्तरं किं जायते इति एतादृशी प्रतीतिः लोके न भवति. इयं प्रतीतिः अनुभवविरुद्धः. अनुभवविरुद्धः इति यदा वयं चर्चितवन्तः, कपालसंयोगात् पूर्व संयोगात् अनन्तरमेव घटः उत्पद्यते. परन्तु किं पूर्वं किं कार्यपूर्वं नाम अनुभवविरुद्धा इति उक्तं खलु? तत्र अस्माकम् अनुभवः कः? अनुभवः इति पूर्वकार्यमस्ति कपालद्वयोः संयोगः, तदनन्तरम् एव घटः घटः जायते. तस्यां दशायां किं किम् अस्ति? तदेव अस्माकम् अनुभवः. ओके, परन्तु एतत् संयोगविषये तत्र किञ्चित् विपरीतमस्ति इति. अस्यां दशायां केवलं वस्तुद्वयं कपालः घटश्च तयोः मध्ये समवायः इति ज्ञातमेव. अतः इदानीं वस्तुद्वयमस्ति, तयोः मध्ये संयोगः अभवत् इति मन्तव्यं चेत् तद् अनुभवविरुद्धः भवति. यतोहि संयोगः इति कीदृशः गुणः? अनित्यः. तत्र एकत्वम् इत्यादिषु नित्यम् अनित्यम् इत्यादिकम् आसीत् खलु? परन्तु संयोगः इति यः गुणः अस्ति सः अनित्यः, जायते नश्यति, संयोगः वियोगः. इदानीं द्वयमेव अस्ति, कपालः घटः इति द्वयमेव अस्ति वस्तु. अस्तु, तयोः मध्ये संयोगः इति स्वीकृतं चेत् सः संयोगः नश्यति अपि. एकवारं यदा संयोगः नष्टः, तस्य अर्थः कः? तस्य अर्थः एव नास्ति तत्र. घटः एव नास्ति इति अर्थः भवति तत्र. यतोहि घटः भग्नः जातः चेत् तदा वदामः कपालस्य घटस्य संयोगः नास्ति, तस्यां दशायां घटः नास्ति एव यदा संयोगः नश्यति इति अनुभवविरुद्ध। परन्तु पृथक् पृथक् वस्तुनोः मध्ये कीदृशः सम्बन्धः इति चिन्तयतु, नाम इदानीम् उत्पीठिका लेखनी अस्तु संयोगः, सः संयोगः नश्यते चेत् नश्यति चेत् यदा संयोगः नश्यति तदा उत्पीठिका अस्ति लेखनी अपि अस्ति, तयोः नाशः न जातः, केवलं संयोगस्य नाशः न जातः, परन्तु कपालघटस्य स्थितिः तादृशी नास्ति, तदेव अनुभवविरुद्धा इति अत्र उच्यते वा? हा अस्तु, तदर्थं परस्पर अवयवयोः मध्ये जातेन संयोगेन अवयविनी संयोगः अस्ति इति न स्वीकृतं भवति इति। माला भगिनी किमपि वक्तुम् इच्छति वा? न भगिनी, मम उपपादनीयः इत्युक्ते किम्? उत्पादनीयम् इति चिन्तयतु। अस्तु तर्हि इदं स्पष्टं स्यात्, अवयव अवयविनोः मध्ये संयोगः इति स्वीकरणे तर्कः एव नास्ति, यतोहि संयोगः नश्यति चेत् कस्यचित् नाशः अपि भवति, कस्यचित् वस्तुनः नाशः अपि भवति, तदनन्तरम् अवयव अवयविनोः मध्ये समवायः, एतत् सर्वं दृष्ट्वा तयोः मध्ये संयोगः न इष्टः, अपि च एतस्य नियमस्य स्वीकारः अपि न भवति, अवयवसंयोगेन अवयविनी संयोगः जायते इति नियमस्य स्वीकारः अपि न भवति अस्मिन् प्रसङ्गे इति अस्ति। अस्तु तर्हि माला भगिनी अग्रे पठति वा? आम्, आहत्य अस्माकं नियमः एवम् आसीत्, अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते, अत्र कपाले काचित् क्रिया जायते, सा च क्रिया द्वयोः कपालयोः संयोगनिमित्ता, सा क्रिया द्वयोः संयोगं जनयति, एतावता घटः नास्ति एव, तस्याः क्रियायाः द्वयोः कपालयोः संयोगेन अवयविनी अपि संयोगः जायते इति अङ्गीकरणीयं चेत् समस्या, परस्परकपालसंयोगेन अवयविनी संयोगः अनुभवविरुद्धः, अतः नियमप्रसङ्गे किञ्चित् अग्रे चिन्तनीयम् इति पर्यवसितम्। अस्माकं प्रथमनियमः अस्ति अवयवसंयोगेन अवयविनः संयोगः संयोगजः संयोगः भवति। इदानीं कपाले यदा क्रिया जायते द्वयोः कपालयोः यत् संयोगः भवति तद् तत्र एव निमित्ता भवति, सा क्रिया द्वयोः संयोगं जनयति, परन्तु इदानीं घट नास्ति, क्रियया यत् कपालयोः संयोगः जायते तद् कपालयोः एव अस्ति, अवयविनी तत् संयोगः नास्ति, तथा चिन्तयामश्चेत् समस्या भवति। एकनिमिष, समस्या तदा भवति यदा अवयविनी अपि संयोगः अस्ति इति चिन्तयामः तदा। आम्, कपालयोः संयोगेन अवयविनी अपि संयोगः भवति इति चिन्तयामश्चेत् तदा समस्या भवति, खलु? हा हा हा, अवश्यं। किमर्थम् एतावता चर्चितम्? आम्, किमर्थम् इत्युक्ते तत्र समवायेन तिष्ठति, सत्यम् इति एकं कारणम्। अन्यत् अस्ति यद् एकवारं संयोगः नश्यति चेत् घटः अपि नश्यति इति, अपि च पूर्वतनवाक्यं पश्यतु, एतावता घटः नास्ति एव इति। इत्येव राजेन्द्रमहोदयस्य प्रश्नः आसीत्। कपालद्वयसंयोगः यः जायते तस्मिन् क्षणे घटः स्वयं नास्ति अपि। प्रथमतया घटः उत्पादनीयः, तदनन्तरं घटे गुणाः, संयोगः इति गुणः घटे स्वीकर्तुं न शक्यते इति। परस्परकपालसंयोगेन अवयविनी संयोगः अनुभवविरुद्धः, अतः नियमप्रसङ्गे किञ्चित् अग्रे चिन्तनीयम् इति पर्यवसितम्। परस्परकपालसंयोगेन अवयविनि अपि संयोगः भवति इति वदामश्चेत् तद् अस्माकम् अनुभवस्य विरुद्धः भवति, अतः किञ्चित् अग्रे चिन्तनीयं भवति। अग्रे पठामि वा? पठतु भगिनि, अग्रे पठतु। कुतः एषः अवयविनी घटे न उत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोरेव कर्मजः संयोगजः वा संयोगो भवति न अन्ययोः इति निश्चितम्। एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः। कः निर्णयः इति चेत्, यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येन सह यदि भवेत् तर्हि ते द्वे द्रव्ये कीदृशे स्याताम् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्। ते द्वे द्रव्ये युतसिद्धे एव स्याताम्, न तु अयुतसिद्धे। अयुतसिद्धयोः द्वयोः द्रव्ययोः कदापि संयोगः न भवति, युतसिद्धयोः द्रव्ययोः एव भवति। इदानीं किमर्थं परस्परकपालसंयोगेन अवयविनी संयोगः न भवति इति विचारे दोषः कः इति तस्मिन् विचारे दोषः कः इति प्रश्नः उदेति। मूर्तयोः युतसिद्धयोरेव कर्मजः संयोगजः वा संयोगः भवति न अन्ययोः इति निश्चितम्। इदानीं युतसिद्धि अपि च अयुतसिद्धिः इति नूतननामकरणम् अभवत्। युतसिद्धि इत्युक्ते किं? युतसिद्धि इत्युक्ते पृथक् पृथक्, तेन एव संयोगः जायते। यथा हस्तपुस्तकयोः संयोगः तथा हस्तपुस्तकयोः संयोगः युतसिद्धिसंयोगः इति उच्यते। अयुतसिद्धिः इत्युक्ते यथा कपालद्वयस्य परस्परसंयोगः। अस्तु, अत्र प्रथमं यदा यद् भवत्या उक्तं युतसिद्धः इत्युक्ते किम्? युतसिद्धः इत्युक्ते पृथक्तया इति, पृथक् पृथक् द्रव्येन सह यः संयोगः जायते तद् युतसिद्धि। इदानीं संयोगस्य विचारः नास्ति। अस्तु, अत्र युतसिद्धः इति कस्य विशेषणम् इति चिन्तनीयं भवति। मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगः, तर्हि युतसिद्धयोः कस्य विशेषणम्? मूर्तद्रव्ययोः हा, तर्हि युतसिद्धम् इति द्रव्यस्य विशेषणम्। युतसिद्धम् इत्युक्ते किम्? युतसिद्धम् इत्युक्ते भवत्या उक्तमेव, पृथक् पृथक् द्रव्ययोर्मध्ये। तत्तु सत्यं, किन्तु केवलं युतसिद्धम् इत्युक्ते किम् इति प्रश्नः। द्रव्यस्य विशेषणमस्ति खलु, तर्हि सावित्री भगिनी किञ्चित् साहाय्यं करोति वा? आं भगिनि, युतसिद्धे इत्युक्ते महोदयेन उक्तं यत् तस्य पृथक् पृथक् अव्ययः अवयवः भवतु इति. पृथक् द्रव्य द्रव्याणि इति. हा, पृथक् पृथक् द्रव्याणि. अहं अहं तद् न उक्तवती वा? न, भवती तथा एव उक्तवती, किन्तु संयोगस्य विषये. अस्तु अस्तु. युतसिद्ध इत्युक्ते पृथक् द्रव्य पृथक् द्रव्यं पृथक्तया सिद्धम् इति युतसिद्धं. तयोः कीदृशः संयोगः? संयोगजः. कर्मजः वा संयोगजः? कर्मजः अथवा संयोगजः भवति. अस्तु अस्तु. इदानीं युतसिद्धम् इत्युक्ते पृथक्तया सिद्धम्, अपि च यस्य अवयवाः भिन्नाः इति मया उक्तं, तथा अस्ति खलु? आम् आम्. इदानीं पुस्तकम् अपि च उत्पीठिका, तयोः अवयवाः भिन्नाः वा अथवा समानाः वा? भिन्नाः. भिन्नभिन्नाः. पुस्तकस्य भिन्नावयवाः, उत्पीठिकायाः भिन्नाः. तर्हि ते द्वे युतसिद्धे द्रव्ये अथवा युतसिद्धे मूर्तद्रव्ये. तयोः युतसिद्धयोः कर्मजः वा संयोगजः संयोगो भवति इति. तर्हि इदानीं वदतु भगिनी, मम प्रश्नः अस्ति, भवती उक्तवती पुस्तक उत्पीठिकयोः अवयवाः पृथक् इति खलु? तदेव. परन्तु द्रव्यमेव पृथक् अस्ति, किमर्थम् अवयवस्य? सत्यं सत्यं, द्रव्यं पृथक् इति वदनार्थं तस्य पृष्ठभागे कश्चन तर्कः स्यात् खलु? सरि, तादृशः तर्कः कः? इदानीम् उत्पीठिका द्वयम् अस्ति मम पुरतः इति चेत् तत्रापि भिन्नता अस्ति इति वक्तुं शक्नोमि, यतोहि एकस्य उत्पीठिकायाः अवयवाः भिन्नाः, अपरस्य, क्षम्यताम्, अपरस्याः उत्पीठिकायाः अवयवाः भिन्नाः खलु? तदेव आधारः वा? कुत्र अस्ति भगिनि? इत्युक्ते वयं पूर्वं पठितवन्तः वा द्रव्यं पृथक् इत्युक्ते अवयवाः भिन्नाः इति? केन आधारेण? हा, महोदयेन अपि उक्तं युतसिद्धम् इत्यस्य. परन्तु द्रव्यं भिन्नं भिन्नम् इति वक्तुमपि कश्चन तर्कं स्यात् मनसि, तत् किम्? अवयवाः भिन्नाः इति. अवयवाः भिन्नाः. आमां. द्रव्यं भिन्ना इत्युक्ते गुणाः भिन्नाः, अवयवाः अपि भिन्नाः वा? अवयवाः भिन्नाः इति युतसिद्धे द्रव्ये इत्युक्ते ययोः अवयवाः भिन्नाः. पुस्तकस्य अवयवाः उत्पीठिकायाः अवयवायाः भिन्नाः इति वा? सत्यम्. अस्तु अस्तु. यदि पुस्तकद्वयम् अपि स्वीकुर्मश्चेत् न, तदपि स्वीकरोतु, भवितुमर्हति खलु? अवश्यम् अवश्यम्. अस्तु भगिनि. जगति अस्मिन् जगति एकमपि वस्तु नास्ति यद् भिन्नं नास्ति इति. प्रत्येकस्य अवयवाः भिन्नाः एव. अत्र वदनस्य कारणमस्ति यत् शरीरम् अपि च हस्तः, हस्तः तु शरीरस्य अवयवः, हस्तस्य अवयवाः भवन्ति अङ्गुल्यः. तत् तथा परम्परया किञ्चित् द्वयोः द्रव्ययोः न स्वीकुर्मः इति. हा हा, समीचीनं भगिनि. तर्हि भवत्याः वदनस्य विवक्षा अस्ति यत् पुनः अङ्गुल्यः अन्ततो गत्वा शरीरस्य एव अवयवाः, यद्यपि हस्तस्य अवयवाः तथापि शरीरस्यापि इति. तर्हि हस्तशरीरौ युतसिद्धौ न भवतः इति. न भवतः तथा हस्तः शरीरं द्वयमपि अयुद्धसिद्धम् इति वक्तुं शक्नुमः. अस्तु, माला भगिनी अग्रे. पुनः पठामि. कुतः एषः अवयविनी घटे न उत्पद्यते इति विचार्ये मूर्तयोः युतसिद्धयोरेव कर्मजः संयोगजः वा संयोगः भवति, न अन्ययोः इति निश्चितम्. यथा वयं चर्चितवन्तः, भिन्नद्रव्ययोर्मध्ये एव कर्मजः अथवा संयोगः जायते. अवयविनी कपालसंयोगेन अवयविनी घटे संयोगः न जायते इति किमर्थम् इति अत्र लिखितमस्ति खलु. एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः. कः निर्णयः इति चेत्, यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येन सह यदि भवेत् तर्हि ते द्वे द्रव्ये कीदृशे स्याताम् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्. यदा द्रव्यद्वयस्य संयोगः जायते ते द्रव्ये कीदृशे द्रव्ये इति अस्माभिः स्पष्टतया ज्ञातव्यं भवति. यदि ते द्रव्ये युतसिद्धे एव स्यातां, न ते द्वे द्रव्ये युतसिद्धे एव स्यातां न तु अयुतसिद्धे. ते द्रव्यद्वयं पृथक् भवेत् न तु अयुतसिद्धे. अयुतसिद्धे अयुतसिद्धयोः द्रव्योद्वयोः द्रव्ययोः कदापि संयोगः न भवति. युतसिद्धद्रव्ययोर्मध्ये एव संयोगः भवति, अयुतसिद्धयोः द्रव्ययोः मध्ये संयोगः न भवितुम् अर्हति इति सारांशः. सत्यं सत्यं. तर्हि अयुतसिद्धयोः उदाहरणम् एकवारं पुनः वदति वा. यथा कपालद्वयसंयोग परस्परसंयोगः, तत्र अयुतसिद्धः सिद्धिः अस्ति. अयुत, हा सत्यम्, अयुतसिद्धिः अस्ति. कयोः मध्ये? कपालद्वयोः मध्ये. न चिन्तयतु, कपालद्वयं घटस्य मध्ये, कपालघटस्य च मध्ये अयुतसिद्धत्वम्. अयुतसिद्धयोः द्वयोः सम्बन्धः अस्ति, कपालघटयोः अयुतसिद्धिः अस्ति. अस्तु, हा हा, तयोः मध्ये अयुतसिद्धत्वम् अस्ति, यतोहि तयोः अवयवाः न इति, अवयवावयविभावः इत्यादिकम् अस्ति तयोः मध्ये. तर्हि युतसिद्धयोः मध्ये एव संयोगजः वा कर्मजः संयोगः भवति इति. यथा हस्तपुस्तकयोः संयोगः, तत्र युतसिद्धिः वदामः. युतसिद्धे द्रव्ये इति वदामः. अस्तु, अग्रे वर्धिनी भगिनी पठति वा. आं भगिनि, कुत्रचित् द्रव्यद्वयं युतसिद्धं भवति, कुत्रचित् अयुतसिद्धं भवति. द्रव्यद्वयम् अयुतसिद्धम् एकस्मिन् स्थाने एव, यत्र एकं द्रव्यम् अपरस्य अवयवः भवति. अवयविभाव आपन्नयोः द्रव्ययोः एव अयुतसिद्धत्वम्. अयुतसिद्धत्वम् इत्यस्य अर्थः एवं, द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तत् द्रव्यम् अन्यद्रव्यम् आश्रित्य एव तिष्ठति. तदानीं ते द्वे द्रव्ये अयुतसिद्धे. घटः कपालश्च इति एतद्द्रव्यद्वयम् अयुतसिद्धम्. यतोहि यावत्पर्यन्तं घटः तिष्ठति यावत्पर्यन्तं घटस्य नाशो न भवति तावत्पर्यन्तं घटः कपालम् आश्रित्य तिष्ठति कपालम् अनाश्रित्य स्थातुं न शक्नोति सः तस्य नाशपर्यन्तमपि घटस्य नाशः भवति चेत् भिन्नः विषयः नो चेत् कपालम् आश्रित्य तिष्ठति एव तादृशः कश्चन सम्बन्धः तयोर्मध्ये अस्ति अतः तौ द्वौ अयितसिद्धौ इदानीम् अयितसिद्धिः का इति उच्यते कुत्रचित् द्रव्ये मध्ये यतसिद्धिः भवति कुत्रचित् अयितसिद्धिः भवति द्रव्यद्वयम् अयुतसिद्धम् एकस्मिन् स्थाने एव यत्र एकं द्रव्यम् अपरस्य अवयवः भवति अयुतसिद्धिम् एकस्मिन् स्थाने यत्र एकं अयुतसिद्धम् अयुतसिद्धित्वं कुत्र कुत्र भवति एकस्मिन्नेव स्थले एकस्मिन्नेव प्रसङ्गे सः प्रसङ्गः कः यत्र अवयव अवयवी भाव आपन्नयोः द्रव्ययोः यत्र एकं द्रव्यम् अपरस्य अवयवः तत्रैव अयुतसिद्धित्वम् अग्रे पठतु अवयव अवयव अवयवी भाव आपन्नयोः द्रव्ययोः एव अयुतसिद्धित्वम् इति अपि अस्माभिः इदानीमेव परिशीलितम् अवयव अवयवीभाव आपन्नयोः इत्युक्ते अवयव अवयवीभाव प्राप्तयोः द्रव्ययोः मध्ये एव अयुतसिद्धि अर्धः अर्धः कः इति द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद्द्रव्यम् अन्यत् द्रव्यम् आश्रित्य एव तिष्ठति एकं द्रव्यम् अन्यद्रव्ये आश्रितः नाशपर्यन्तं तदानीं ते द्वये ते द्वे द्रव्ये अयुतसिद्धे द्वे द्रव्ये अयुतसिद्धे घटः कपालस्य इति एतत् द्रव्यद्वयम् अयुतसिद्धं घटः कपालमध्ये सम्बन्धः अयुतसिद्धसम्बन्धः अयुतसिद्धत्वं यावत्पर्यन्तं घटः तिष्ठति यावत्पर्यन्तं घटस्य नाशः न भवति तावत्पर्यन्तं घटः कपालम् आश्रित्य तिष्ठति कपालम् अनाश्रित्य स्थातुं न शक्नोति तस्य नाशपर्यन्तमपि सदा तिष्ठति नाशपर्यन्तम् एकवारं नाशः जायते चेत् इदानीं संयोगस्य भङ्गः इति चिन्तयामश्चेत् तदा घटः न भवति एव अपरः द्रव्यम् अपरं द्रव्यं न भवति एव घटस्य नाशः भवति चेत् भिन्नः विषयः नो चेत् कपालम् आश्रित्य तिष्ठति एव तादृशः कश्चन सम्बन्धः तयोर्मध्ये अस्ति अतः तौ द्वौ अयुतसिद्धौ समवायसम्बन्धः तदेव खलु तदेव भगिनि तदेव अस्ति तदर्थमेव वारं वारम् उक्तम् अवयव अवयवीभाव आपन्नयोः द्रव्ययोः मध्ये अयुतसिद्धत्वम् एकवारम् अवयव अवयवीभावः अस्ति इति अनुमतं चेत् तत्र अवश्यं समवायसम्बन्धः एव अस्ति इति समवायसम्बन्धस्थले एव अयुतसिद्धत्वम् इति अपि वक्तुं शक्नुमः तर्हि अस्तु इति स्पष्टं स्यात् सर्वेषां मनसि भगिनि एकः प्रश्नः अस्ति यदा यदा वयं पूर्वं पठितवन्तः यदि कपाल घट मध्ये घटः नाशः भवति तथा तत्र सा तु अयुत् सिद्धम् अस्ति। एवं वक्तुं शक्नुमः युत् सिद्धे द्रव्ये प्रध्वंस अभावः नास्ति, न भवितुमर्हति। अयुत् सिद्धे द्रव्ये एव प्रध्वंस अभावः भवितुमर्हति, एवं वक्तुं शक्नुमः। पुनः हा एकवारं पृच्छतु महोदय, पुनः वदतु। प्रध्वंसः प्राक् अभावः, प्रध्वंस अभावः तथा अत्र यदा अयुत् सिद्धे द्रव्ये एव प्रध्वंस अभावः भवितुम् अर्हति, युत् सिद्धे द्रव्ये न भवितुम् अर्हति, अन्यथा युक्ति एवं सम्पूर्णता मूर्त्या एव अस्ति। प्रध्वंसाभावस्थले घटस्य यदा अभावः प्रध्वंसाभावः भवति तर्हि एकस्य द्रव्यस्य नाशः भवति। अस्तु, तयोः मध्ये कोऽपि सम्बन्धः एव न तिष्ठति, परन्तु अयुतसिद्धयोः तादृशी स्थितिः एव नास्ति। अयुतसिद्धिः पृथक् पृथक् अस्ति, पृथक्तया प्रध्वंसाभावः भवितुमर्हति, परन्तु तेन अभावस्य कारणेन तयोः संयोगस्य उपरि कोऽपि प्रभावः नास्ति इति मम चिन्तनम्। अन्य कोऽपि अन्यस्य कोऽपि चिन्तनम् अस्ति वा, किमपि चिन्तनम्? प्रध्वंसाभावः इति पृथक् विषयः एव, युतसिद्धयोः अपि प्रध्वंसाभावः भवितुमर्हति, किन्तु तेन अभावेन तयोः मध्ये स्थितस्य संयोगस्य उपरि कोऽपि प्रभावः न भवति इति अहं चिन्तयामि। अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि, तथैव पटः स्वस्य नाशपर्यन्तमपि तन्तुम् आश्रित्य तिष्ठति। यावत्पर्यन्तं पटः भवति तावत्पर्यन्तं तन्तुभ्यः पटः पृथक् भूय न तिष्ठति, तन्तुम् आश्रित्य एव तिष्ठति पटः। अपरैः शब्दैः यावत्पर्यन्तं पटः तिष्ठति अविनश्यतवस्थं तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति। अविनश्यतवस्थं नाम विनाशम् अप्राप्य, अविनश्यत् इति शत्रन्तरूपम्, अविनश्यतवस्थम् इति समस्तपदम्, अविनश्यन्ति अवस्था, अविनश्यत् अवस्था, अविनश्यत् अवस्था यस्मिन् कर्मणि तत् यथा स्यात् इति अविनश्यत् अवस्थम्। क्रियाविशेषण अतः द्वितीयविभक्तौ एकवचने नपुंसके, अविनश्यत् अवस्थम् इति यावत्पर्यन्तं न नश्यति पटः तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति। अतः पटः तन्तुश्च इत्येते द्वे द्रव्ये अयुतसिद्धे भवतः। अत्र अन्य उदाहरणं दत्तं, पटः तन्तोः तन्तुषु मध्ये अयुतसिद्धः भवति। पटः तन्तुम् आश्रित्य एव तिष्ठति, पटः नाशपर्यन्तं तन्तुम् आश्रित्य एव तिष्ठति। यावत्पर्यन्तं पटः भवति तावत्पर्यन्तं तन्तुभ्यः पटः पृथक् पृथक् इति न वक्तुं शक्नुमः। अत्र नूतन पदं पर्याय नूतन विशेषणं दत्तम् अत्र, अविनश्यदवस्थमित्युक्ते विनाशं अप्राप्य, यस्याः अवस्था विनाशम् अप्राप्य तावत् तादृश अवस्था इति तिष्ठति इति क्रियापदस्य विशेषणं भवति तत्र। अविनश्यत् अवस्थमिति समस्तपदं विग्रहवाक्यमस्ति, अविनिश्यत् अवस्था यस्मिन् कर्मणि तत् यथा स्यात् इति अविनिश्यत् अवस्थम् बहु समीचीनमस्ति भगिनी, भवत्या सम्यक्तया उक्तं तिष्ठति पदस्य विशेषणं क्रियाविशेषणम् इति सर्वम् उक्तं, किन्तु तत्र अविनश्यत् इति कीदृशं पदम् इति अपि किञ्चित् वदति वा? अविनश्यत् इति शत्रुन्तप्रत्ययस्य द्वितीयविभक्ति एकवचन रूपम् अस्ति। हा अविनश्यत् इति शत्रन्तरूपं, यथा गच्छन् गच्छन्ति गच्छत् इति नपुंसकलिङ्गे, तथैव अविनश्यत् इति शत्रन्तरूपं। तदनन्तरं विनश्यति इति धातु अ इति उपसर्ग, अविनश्यत् इति अविनश्यत् इति समस्तपदम्, किन्तु समासे कृते तत्र किं भवति अविनश्यन्ति अवस्था इति। अस्तु, अविनश्यन्ति अवस्था इति विग्रहवाक्यं, समासे कृते अविनश्यत् अविनश्यत् अवस्था इति भवति। अविनश्यन्ति इति द्वितीयविभक्ति एकवचन खलु, अनन्तरं लपुंसकलिङ्गमपि अस्तु अस्तु एकनिमिष, अविनश्यन्ति अवस्था तत्र प्रथमाविभक्ति एव, अविनश्यन्ति अवस्था इति प्रथमाविभक्ति, अवस्था इत्यस्य विशेषणं तस्य समासः सत्यं सत्यं स्त्रीलिङ्गे गच्छन्ति इव अविनश्यन्ति, अविनश्यद् अवस्था इति प्रथमसमासः जातः, यदा समासः जायते तत्र तदा विभक्तिलिङ्गं सर्वं गच्छति, प्रातिपदिकरूपम् अविनश्यत् इति एव उपयुज्यते खलु, तदर्थम् अविनश्यद् अवस्था इति समस्तपदं। पुनः समासः कृतः अविनश्यद् अवस्था यस्मिन् कर्मणि तद् तथा स्यात् इति अविनश्यद् अवस्थम् तदा यस्मिन् कर्मणि इत्युक्ते किम्? हा अस्तु, सावित्री भगिनी भवत्याः प्रश्नः अपि सः एव वा? अस्तु अस्तु, क्रियाविशेषणम् इत्युक्तं खलु, तदर्थम् इदानीं विशेषणविशेषभावस्थले सामान्यतया, पुनः सामान्य उदाहरणं ददामि, अस्माकं प्रसिद्ध उदाहरणम् उन्नतः वृक्षः इति, औन्नत्यम् इति विशेषणं वृक्षे अस्ति खलु, विशेषणं विशेष्ये अस्ति, अस्मिन् प्रसङ्गे तु कर्म अथवा क्रिया इति विशेष्यं, विशेष्ये विशेषणं स्यात् तदा एव क्रियाविशेषणं भवति, तदर्थमेव उक्तम् अविनश्यदवस्था इति विशेषणम् अस्मिन् कर्मणि, तादृशक्रिया यथा लक्ष्मीभगिन्या उक्तं तिष्ठति इति क्रियापदं, तस्मिन् विशेषणमस्ति अविनश्यदवस्थम् इति, तदर्थं क्रियाविशेषणस्य रूपं प्राप्य अविनश्यदवस्थम् इति अभवत्। धन्यवादः भगिनी। क्रियाविशेषणम् अतः द्वितीया विभक्तौ, अत्र द्वितीया विभक्ति अस्ति एकवचने नपुंसकलिङ्गे। अस्तु, इदानीं समीचीनं, द्विवारं समस्तपदम् अभवत्, प्रथमतया अविनश्यत् अवस्था इति पदम्, अविनश्यत् अवस्था यस्मिन् कर्मणि इति द्वितीयवारं समस्तपदं भविष्यति, तत् तिष्ठति इति क्रियापदस्य विशेषणम् इति सर्वम् उक्तं कस्य विषये? पटस्य विषये। अविनश्यदवस्थम् इत्युक्ते यावत् पर्यन्तं न नश्यति तावत् पर्यन्तम्, तावत्पर्यन्तं किं करोति पटः? पटः तन्तुनाश्रित्य तिष्ठति। हा, तन्तुनाश्रित्य तिष्ठति, अतः किम्? अतः पटुः तन्तुश्च, पटः तन्तुः तन्तुश्च तयोः मध्ये अयुक्तसिद्धिः भवति इति अस्ति, तदर्थमेव इदम् उपयुक्तम् इदं पदम् अविनश्यद् अवस्थम् इति। अस्तु, तथा एव घटकपालयोः मध्ये अपि, जयन्ती भगिनी पठितवती वा? आं भगिनि तर्हि सावित्री भगिनी अग्रे. किन्तु इदानीं घटः भूतलम् इति एते द्वे द्रव्ये युतसिद्धे द्वयोः द्रव्ययोः मध्ये एतादृशः सम्बन्धो नास्ति. यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं भूतलम् आश्रित्य एव तिष्ठति इति नास्ति नियमः. पुस्तकम् उत्पीठिकायां पुस्तकम् उत्पीठिकाम् आश्रित्य एव तिष्ठति इति नास्ति. उत्पीठिकाम् अनाश्रित्य अपि स्थातुम् अर्हति. अतः पुस्तकस्य उत्पीठिकायाश्च अयुतसिद्धत्वं नास्ति, युतसिद्धत्वमेव. पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति नाशपर्यन्तमपि. अतः पुस्तकस्य तत्पत्राणां च अयुतसिद्धत्वम् अस्ति. अस्तु, इदानीम् अन्यत् उदाहरणं दत्तमस्ति. घटः यथा भूतलम् एव आश्रित्य न तिष्ठति, उत्पीठिकायां भवितुम् अर्हति अथवा अन्यद्रव्ये उपरि अपि भवितुम् अर्हति, तथा अयुतसिद्धत्वं नास्ति तत्र. घटः अपि च भूतलं मध्ये युतसिद्धत्वम् अस्ति. तथा एव पुस्तकम् अपि उत्पीठिकायाम् उत्पीठिकाः उत्पीठिका च पुस्तकम् उत्पीठिकाम् आश्रित्य एव न स्थातुम् अर्हति. भूतले अपि भवितुम् अर्हति, अन्यत्र अपि भवितुम् अर्हति. पुस्तकम् अपि च उत्पीठिकाः उत्पीठिका सम्बन्धः अपि युतसिद्धत्वम् अस्ति. तथा एव पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति नाशपर्यन्तमपि. पुस्तकस्य तत् पत्राणां च अयुतसिद्धत्वम् अस्ति. पुस्तकस्य अवयवः सन्ति पत्राणां पत्राणि तदर्थं पुस्तकस्य अपि च तत्पत्राणां मध्ये अयुतसिद्धत्वम् अस्ति इति स्पष्टं स्यात् सर्वेषां मनसि अपि. यत्र अवयवी अवयवी भावः तत्र अयुतसिद्धत्वं, नो चेत् युतसिद्धत्वम् इति. अग्रिमपरिच्छेदं पठितम् आसीत् वा शनिवासरे? भगिनी न पठितं खलु, अत्र स्थगितमासीत् खलु. अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा कस्यचित्? धन्यवादः. धन्यवादः. धन्यवादः.